सर्वेभ्यो नमस्कारः. अद्यतनविषय अस्ति लोट् लकारस्य किञ्चित् पुनस्मरणं, तदनन्तरम् अन्यविषयः इति अस्ति. अस्तु, तत्र लोट् लकारविषये वयम् आत्मनेपदी धातूनां लोट् लकारः कृतवन्तः. तत् पेज् पुटसङ्ख्या 52 मध्ये अस्ति. अपि क्षम्यतां, परस्मैपदी धातूनां लोट् लकारः तत् पुटसङ्ख्या 52 मध्ये अस्ति. तदनन्तरं वयम् आत्मनेपदी धातूनां लोट् लकारः अपि कृतवन्तः. तत् पुटसङ्ख्या 55 मध्ये अस्ति. अत्र केवलम् एकवारं पुनस्मरणार्थं, नरेश् महोदय, तत्र पठति इति अस्ति, एतत् हा पचतु इति पचति इति स्वीक. हा हरिः नमो महोदय, नमस्कारः. नमस्कारः महोदय. नमस्कारः रमजयन्ति भगिनी, नमस्कारः. सन्ध्या भगिनी, नमस्कारः. नमस्ते महोदय, क्षम्यताम्. हा चिन्ता मास्तु. नरेश् महोदय, तत्र एतत् स्वीकृत्य पचति इति स्वीकृत्य परस्मैपदी दातु पुटसङ्ख्या 52 यद् लोट् लकारः अस्ति तद् केवलम् एकवारं वदतु महोदय. परस्मैपदी लोट् लकारः हा पेज् 52 मध्ये अस्ति. पचतु इति पठतु इति अस्ति, केवलं पचतु इति एकवारं वदतु. पचतु, पचतां, पचन्तु, पच, पचतं, पचत, पचानि, पचाव, पचाम. हा धन्यवादः महोदय. हा इदानीं भानुभगिनी, तत्र परस् आत्मनेपदी धातूनां तत्र पुटसङ्ख्या 55 मध्ये अस्ति. शोभते, शोभताम् इति तद्रूपम् एकवारं वदतु लोट् लकारः. आं महोदय, शोभतां, शोभतां, शोभेतां, शोभन्तां, शोभस्व, शोभेतां, शोभध्वं, शोभै, शोभावहै, शोभामहै. धन्यवादः भगिनि. हा एतदेव अस्ति. हा अस्तु, तत्र गृहपाठः आसीत् दशम अभ्यासः पुटसङ्ख्या 56 मध्ये. तदनन्तरं त्रयोदश अभ्यासः अपि पुटसङ्ख्या 57 मध्ये. तत्र रमजयन्ति भगिनी आरम्भं करोति वा दशम अभ्यासः किञ्चित् तत्र. अस्तु महोदय. असमानार्थकपदं पृथक् कुरुत, पृथक् कुरुत, ऐडेन्टिफै द वर्ड् दट् इस् नाट् वदतु भगिनि, वदतु. ऐडेन्टिफै द वर्ड् दट् इस् नाट् द सेम्. असमानार्थकपदं, हा समानार्थकपदम् अस्ति, तस्य विरुद्धपदम् अस्ति असमानार्थकपदं पृथक् कुरुत. कुरुत इति कुरुत इति किं भवति? तत् लोट् लकार, लोट् लकार मध्यमपुरुष, मध्यमपुरुष बहुवचनं. पठत, पठत इति तादृशरूपं कुरुत. मध्यमपुरुष बहुवचनं, युवां, यूयं, यूयं कुरुत इति. सहस्व, तितिक्षस्व, क्षमस्व उदाहरणमस्ति. क्षमस्व असमानार्थकपदं. वदतु, ब्रूतां, भाषतां, मोदतां. असमानार्थकपदं मोदतां. ब्रूतामपि अस्ति. ब्रूताम् इत्युक्ते ब्रूते इत्युक्ते वदति भाषते इति एव अस्ति. भुङ्क्ष्व भजस्व खाद भक्षय. भजस्व असमानार्थकपदम् अस्ति. समीचीनं भगिनि. किं पदं भजस्व? पुङ्क्ष्व इत्युक्ते अपि खादतु इति अर्थे एव अस्ति. लभस्व आप्नुहि विन्द निन्द. अहं योचामि निन्द. समीचीनं भगिनि. लभस्व इत्युक्ते प्राप्नोति, आप्नुहि अपि प्राप्नोति, विन्द अपि किमपि प्राप्यते इति, तदेव समीचीनं भगिनि. अस्तु अग्रे कः? रघुपति महोदय अग्रे करोति वा? एकनिमिषः. पञ्चम जानीहि इति. पञ्चम जानीहि विद्धि निबोध जहि. जानीहि विद्धि निबोध जहि. न जानामि महोदय, न पठितवान्. अस्तु अस्तु, तत्र अन्य कोऽपि वदति वा किमस्ति इति? जहि इति. जहि इत्युक्ते किम् अस्ति? अबाण्डन्. अबाण्डन्. तत्र विद्धि इत्युक्ते वेदात् यत् जानीमः तदेव विद्धि. तत्र लोट्लकाररूपम् अस्ति तत्. तत्र विशेषरूपम् अस्ति धि इति. मध्यमपुरुष एकवचनम् अस्ति तत्र. जानाति, जानीहि, निबोध, सर्वं जानातु अथवा ज्ञानार्थे एव अस्ति. जहि इति किञ्चित् भेदः अस्ति. अतः तत्र अत्र जहि एव उचितपदम् अस्ति. अस्तु अग्रिम करोति वा महोदय? विद्धि इति. विद्धि इति मध्यमपुरुषे एकवचन लोट्लकारः. अन्यदपि तत्र पश्यतु, तत्र अष्टम अभ्यासे पुटसङ्ख्या 54 मध्ये, तत्र अष्टम अभ्यासे तत्र त्रयोदश अस्ति भिन्दि. द्वादश अस्ति छिन्दि. तत्सर्वं लोट्लकार मध्यमपुरुषे एकवचन रूपम् अस्ति तत्. आं महोदय. रघुपति महोदय अग्रिमं करोतु. वन्दतां, नमतु. किं करणीयं महोदय अत्र लोट्लकारस्य? न, केवलम् असमानार्थकपदं पृथक् कुरुत. लोट्लकारस्य न विषयः, अत्र लोट्लकारस्य न अर्थं दृष्ट्वा यस्य पदस्य अर्थं भेदः अस्ति इति. वन्दतां, वन्दतां, वन्दतां, नमतु, रमतां, प्रणमतु. सर्वं न लोट्लकारस्य विषयः नास्ति. अर्थ असमान अर्थक असमानार्थकपदं यद् अस्ति इति वक्तव्यं. वन्दताम् इत्युक्ते किं? नमस्कारार्थे. नमस्कारार्थे प्रथम तदपि नमस्कारं करोतु. रमताम् इति असमानार्थकम् अर्थ एव. ओके ओके, केवलम् अर्थ, अत्र लोट्लकारस्य विषये किमपि नास्ति. ओके ओके, अग्रे करोमि. क्रीडा, क्रीडा लस रमस्व सहस्व. क्रीडा लस रमस्व सहस्व. सहस्व सहतु इति. सहतु सहते इति अर्थे अस्ति. अतः तत् तदेव अन्यपदम् अस्ति तत्र. अस्तु हरि महोदय अग्रिम अन्तिमद्वयं करोति वा? वीक्षै लोकै पश्यानि रक्षानि अवेक्षै रक्षानि. रक्षानि एव. अन्य अर्थः पदमस्ति तत्र. अस्तु, समीचीनं. हा, अन्तिमं. मुञ्चतु, जहातु, हन्तु, त्यजतु. हन्तुं वा? हा, हन्तुं. हन्तु एव इत्युक्ते कस्यापि मरणं मारयतु इति, मारयतु इति अस्ति. किन्तु अन्य मुञ्चतु, जहातु, त्यजतु, सर्वं त्यजतु इति अर्थे एव अस्ति. त्यागं, त्यागं करोतु. हा, त्यागं करोतु इति एव अर्थः अस्ति. हा, समीचीनं महोदय. अस्तु, धन्यवादः. हा, अस्तु, अग्रे तत्वा तत्र त्रयोदश अभ्यासः इदानीं पश्यामः. तत्र सन्ध्या भगिनी, तत्र अभ्यासः कः इति एकवारं पठति वा तत्र त्रयोदश अभ्यासः? हा, रक्तवर्णे यद् दत्तमस्ति तद् एकवारं पठतु. गीतायां कृष्णेन आदर्शरूपेण उक्तानि कानिचित् वाक्यानि अत्र सङ्गृहीतानि सन्ति. एतानि उच्चैः पठत. एतेषु लोट् लकाररूपाणि अधोरेखया अङ्कयत. हा, इदानीं किञ्चित् यद् अभ्यासः, आशयः कः, किं करणीयं वयम् अत्र? किं करणीयम्? आम्, उच्चैः पठनीयं. समीचीनम्, अस्तु. समीचीनम्, अग्रे. ओ, किम् अत्र लोट्लकारे अस्ति, तत् पृथक् करणीयं. किन्तु तत्र किम् अस्ति? समीचीनं, किन्तु किञ्चित् अधिकं वदतु तत्र. एतेषु लोट्लकाररूपाणि अधोरेखया, अधः अस्ति, अधः इत्युक्ते किम्? नीचः नास्ति, उपरि, उपरि अस्ति, अधः अस्ति, अण्डर् इति. रेखा इत्युक्ते किम् अस्ति? रेखा इत्युक्ते लैन्. हा, अस्तु, अधोरेखा इत्युक्ते? ओ, अण्डर्लैन्. हा, अधोरेखया अङ्कयत. अङ्कयत. हा, इदानीं किं करणीयं? लोट्लकाररूपाणि तस्य तस्य अधोभागे एकम् एकां रेखां करोतु इति. हा, अस्तु. हा, इदानीं कुत्र अभ्यासपुस्तके वा? न न न महोदय, गीतासोपने एव अग्रिमपुटे स्मः. त्रयोदश अभ्यासः, पेज् 57. एतदेव गृहपाठः आसीत्, दशम अभ्यासः, तदनन्तरं त्रयोदश अभ्यासः. प्राप्तं वा? अस्तु, सन्ध्या भगिनी, प्रथमं करोतु तत्र. योगस्थः कुरु कर्माणि. अत्र कुरु लोट्लकारे, लोट्लकारे, लोट्लकारे अस्ति. समीचीनं भगिनी. हा, अस्तु, अग्रिमं. निमित्तमात्रं भव सव्यसाचिन्. भव मध्यम. हा, समीचीनं, भव अपि मध्यमपुरुष लोट्लकार. समीचीनं भगिनी, अग्रिममपि करोतु. निस्त्रै गुण्यो भवार्जुन. हा, तत्र भवार्जुन इति तत्र संयुक्तपदं भवति. भव प्लस् इति तत् संस्कृते योगः इति वदामः. भव योग अर्जुन इति तत्र तत्रापि भव. हा, समीचीनम्, अग्रिमम्. बीजं मां सर्वभूतानां विधि. विधि, विधि. आम, विद्धि तर्हि जानातु सत्यं समीचीनं तदपि तदेव लोट् लकारः अस्ति समीचीनं भगिनि धन्यवादः विद्धि इति पूर्वं तत् मध्यमपुरुष एकवचनरूपम् अस्ति लोट् लकारस्य धन्यवादः भगिनि अस्तु अग्रे नरेश महोदय अग्रिमं करोति वा यथेच्छसि तथा कुरु कुरु इच्छसि लोट्लकार यच्छसि एवं कुरु द्वयोपि इच्छसि वा इच्छसि अपि लोट्लकारः वा लट्लकारः अस्ति इदानीं किन्तु अत्र लोट्लकार एव आवश्यकम् अस्ति अत्र लोट्लकार कुरु अस्ति कुरु एव केवलं कुरु समीचीनं महोदय मध्यादि मां नमस्कुरु नमस्कुरु लोट्लकार लोट्लकार अस्ति अस्तु बुद्धौ शरणं शरणमन् विच्छ अन्विच्छ तदपि लोट्लकारे एव अस्ति समीचीनम् अन्विच्छ तदपि लोट्लकार मध्यमपुरुष इति मन्ये अग्रिमं तस्मात् उत्तिष्ठ कौन्तेय प्रसिद्धः अस्ति उत्तिष्ठ अस्ति समीचीनं महोदय भानु भगिनी अग्रे महोदय एकं सन्देहमस्ति षट्वाक्य षष्टि त्याजी किं रूपमस्ति ओ तत्र मम त्याजी न तत् मध्याजी इति मध्याजी इति एकपदम् अस्ति इति मन्ये तत्र नमस्कुरु इति क्रियापदम् अस्ति माम् इति कर्मपदम् अस्ति मध्याजी इति कर्तृपदम् अस्ति नामपदम् अस्ति ओ तत्र कर्तृपदम् अस्ति मध्याजी इति त्याजी क्रियापदं नास्ति वा त्याजी न मध्याजी इति न तत् क्रियापदात् आगतं प्रायशः किन्तु मध्याजी इति इति एव तत्र तत्र केवलं नमस्कुरु इति एव क्रियापदम् इति मन्ये महोदय तत् मध्याजी क्रियापदं नास्ति इति मन्ये अस्तु भानु भगिनी अग्रे आं महोदय शृणु मे परमं वचः तत्र क्रियापदमस्ति वा भगिनि तत्र वचः न वचः नाम पदं भवति वचनम् इति तादृशरूपम् अस्ति किन्तु अन्यत् क्रियापदं तत्र क्रियापदं तु अस्ति तत्र वाक्यं किम् अस्ति भगिनि पुनरेकवारं मे परमं वचः न श्रूयते भगिनि न श्रूयते भानु भगिनी न श्रूयते भानु भगिनी न श्रूयते भगिनि अस्तु इदानीं श्रूयते तत्र शृणु मे परमं वचः, तत्र क्रियापदं किम् अस्ति? क्रियापदं शृणु, शृणु लट् लोट् लट् लकार वा लोट् लकार वा तत् लट्लकारम् अर्थं न न तत्र पश्यतु भगिनि तत्र शृणु तत् कीदृशरूपम् अस्ति करो मध्यम मध्यमपुरुष पट कुरु एकवचनं समीचीनं भगिनि समीचीनं हा शृणु इति लोट्लकाररूपं समीचीनं भगिनि अस्तु अग्रिमम् अग्रिमं तमेव शरणं गच्छ पुनः मध्यमपुरुष एकवचनं गच्छ समीचीनं समीचीनं भगिनि अग्रिमम् एतं कुकर्मत्वं पुनः मध्यमपुरुष एकवचनं हा समीचीनं भगिनि धन्यवादः अस्तु रमजयन्ती भगिनी अग्रे आं महोदय द्वादश सः समाचर समाचर लोट्लकाररूपम् अस्ति लोट्लकाररूपम् अस्ति बुद्धियोगमुपाश्रित्य बुद्धियोगम् उपाश्रित्य बुद्धियोगम् उपाश्रित्य मच्चित्तः सततं भव भव लोट्लकारम् अस्ति महोदय लोट्लकार समीचीनं भगिनि समीचीनं तदेव तत्र आश्रित्य तत् लेबन्तं भवति कृत्वा आगत्य इति तादृशरूपम् अस्ति लोट्लकारः नास्ति तत्र अस्तु महोदय शाधि मां त्वां प्रपन्नं प्रपन्नं लोट्लकारः अस्ति प्रपन्नं नास्ति प्रपन्नं नास्ति तत्र शादि इति तत्र अन्ते धि इति अस्ति तत् साधारणरूपे वयं न पश्यामः साधारण लोट् लकारे वयं न पश्यामः किञ्चित् विशेषक्रियापदम् अस्ति चेत् तत् पश्यामः यथा वयं पूर्वमपि दृष्टवन्तः विद्धि इति दृष्टवन्तः तत्र एकवारं तत्र कृपया एतत् वर्गस्य कृष्णफलकं तत्र पश्यतु तत्र अधोभागे शास् इति लिङ्क् अस्ति तत्र तद् पश्यति चेत् तत्र शास्त्रः इति अस्ति खलु तत्र शास्ति इति रूपम् अस्ति तत्र लोट् लकाररूपं पश्यतु शाधि इति अस्ति अस्तु महोदय एतत् वेब्सैट् बहु समीचीनम् अस्ति यदपि धातोः रूपम् आवश्यकम् अथवा विभक्तिरूपम् आवश्यकं चेत् अत्र गच्छतु सर्वे दत्तम् अस्ति वेब्सैट् का तत्र कृष्णफलकम् अद्यतन वर्गस्य कृष्णफलकम् इति अहम् एकं स्थापितवान् अस्मि महोदय सण्डे क्लास् तत्र ईमेल् मध्ये प्रेषितवान् अस्मि लिङ्क् रवि वा अद्यतनवर्गस्य ईमेल् अस्ति खलु महोदय तत्र एतस्य वर्गस्य एकमेव कृष्णफलकं तत् सर्वदा एकमेव भवति कृष्णफलकम् इति तत्र अद्य किं किं विषयः इति किञ्चित् नियोजितम् अस्ति तत्र अधोभागे शास् इति एकं लिङ्क् अस्ति पश्यामि महोदय. अस्तु, तत्र तत्र सांस्क्रिट् डाट् ऐ एन् आर् ऐ डाट् एफ् आर् इति एकं लिङ्क् अस्ति, तत् बहु समीचीनम् अस्ति. तत्र धातोः रूपाणि अथवा विभक्तिरूपाणि सर्वं वयम् अन्वेषणं कर्तुं शक्नुमः. अस्तु, अस्तु. अतः तत्र शादि इति किमर्थं तादृश अस्ति इति तत् दृष्ट्वा वयं ज्ञातुं शक्नुमः. अतः एव अहम् एकवारम् एतत् लिङ्क् तत्र स्थापितवान्. अस्तु, रमाजयन्ति भगिनी, समीचीनं वा शादि इति? शादि अर्थं किं महोदय? शास्त्रं जानाति इति, पाठयति, क्षम्यतां, पाठयति इति. इन्स्ट्रक्ट्, इन्स्ट्रक्ट्. धन्यवादः महोदय. तस्मात् त्वम् उत्तिष्ठ यशो लभस्व. उत्तिष्ठ, हा, उत्तिष्ठ अपि लभस्व. लभस्व, हा, समीचीनं. उत्तिष्ठ अपि लभस्व. अस्तु, हा, धन्यवादः भगिनि. हरिमोदी अग्रिमं करोति वा तस्य? आम् महोदय. तस्मात् युध्यस्व भारत, युध्यस्व, हा, यत् तपस्यसि तप कुरुष्व मदर्पणम्. मदर्पणम् कुरुष्व. कुरुष्व, समीचीनम्. लोक लोकमिमं प्राप्य भजस्व मां. भजस्व, भजस्व इति. अस्तु, हा. जित्वा शत्रून् भुङ्क्ष्व राज्यं. भुङ्क्ष्व, भुङ्क्ष्व. मय्येव मनः मनः आधत्स्व. आधत्स्व, आधत्स्व, आधत्स्व. आधत्स्व एव लोट्लकाररूपं, समीचीनं. मन्मनाभव, हा, तद् द्रष्टव्यम्. आदस्त्व, मय्येव मनः आदस्त्व इत्युक्ते स्थापयतु इति अर्थे इति मन्ये भगिनि. अग्रे भव. मयि बुद्धिं निवेशय, निवेशय, निवेशय. अस्तु, अत्र एकः प्रश्नः पश्यामः. तत्र कुरु इति अस्ति, किन्तु सप्तदशवाक्ये कुरुष्व इति अस्ति. भेदः कः? कुरु इति लोट्लकाररूपम् अस्ति वा कुरु? कुरुष्व आत्मनेपदी. हा, समीचीनं महोदय. हा, करोति, कुरुते इति तत् उभयपदी धातु अस्ति. तस्य परस्मैपदीरूपम् अस्ति, आत्मनेपदीरूपम् अपि अस्ति. कुरु इत्युक्ते लोट्लकार परस्मैपदी मध्यमपुरुष एकवचनं. हा, कुरुष्व इति तदेव पुरुषवचनं, किन्तु आत्मनेपदी लोट्लकारः. अस्तु, बहु समीचीनम् अस्ति. हा, अस्तु महोदय, रघुपति महोदय, अत्र अधोभागे, हा, महात्मानः गीताविषये एवं वदन्ति इति. आम् आम्, महात्मानः गीताविषये एवं वदन्ति. गीतातत्त्वोपदेशग्रन्थमात्रं न इदं महत्त्वपूर्णं धार्मिक धर्मविषयकं किञ्चन यः अत्र यथा यथा अधिकं गाहते तथा तथा पुष्कलेन प्राप्यते. इदं महासमूहम् उद्दिश्य एव रचितम्. अत्र रुचिरा पुनरुक्तिः दृश्यते. महात्मा गान्धी, महात्मा गान्धी एतत् उक्तवान्. किं गीताविषये सः एतत् उक्तवान्? किं किम् उक्तवान्? गीता तत्त्व उपदेशग्रन्थं ग्रन्थमात्रं न. गीतायां तत्त्वम् इति अस्ति, तस्य उपदेश तत्त्वम् इति प्रिन्सिपल् अथवा तादृश अर्थः अस्ति. तत्त्वम् उपदेशग्रन्थमात्रं न, तत्र तत्त्वोपदेशं लभते किन्तु केवलं तत्त्वोपदेशग्रन्थम् इति न वक्तुं शक्नुमः. तस्य अधिकमपि तद् अस्ति. अतः किम् अस्ति गीता, भगवद्गीता किम् अस्ति? इदम्, इदम् इत्युक्ते भगवद्गीता महत्त्वपूर्णम्. महत् इत्युक्ते किम्? महत् प्रसिद्धि, प्रसिद्धि, महत् इति बिग् अथवा इम्पोर्टेण्ट् अपि इम्पोर्टेण्ट्. हा, तत्र महत्त्वम् इम्पोर्टेण्ट्. हा, महत्त्वम् इति तस्य भावं, महत् इति, महत् इति अस्ति, महत्त्वम् इति तस्य भावः, नेस् इति, ग्रेट् इति ग्रेट्नेस्, महत् महत्त्वम्. इदानीं किमस्ति? पूर्णम् इति अस्ति, महत्त्वपूर्णम् इत्युक्ते महत्त्वेन पूरितं, फिल्ड् वित् ग्रेट्नेस्, इम्पोर्टेन्स् इति भवति, इम्पोर्टेन्स् इति महत्त्वं, महत्त्वपूर्णम् इति इम्पोर्टेण्ट् इति भवति. महात्मा गान्धी अपि, महात्मा गान्धी, तदपि, महत्त्वपूर्णं ग्रन्थम् अस्ति. तस् महत्त्वपूर्णम् इति महत्त्वम् इति केवलं नपुंसकलिङ्गशब्दः अस्ति, किन्तु महत्त्वपूर्णम् इति तत् ग्रन्थम् अस्ति, अतः महत्त्वपूर्णम् इति भवति, तद् विशेषणं भवति. यदि विद्यालयः अस्ति चेत् महत्त्वपूर्णः विद्यालयः इति, अथवा काव्या अस्ति चेत् कथा इत्युक्ते महत्त्वपूर्णा कथा इति स्त्रीलिङ्गे भवति. महत्त्वपूर्णः, महत्त्वपूर्णा, महत्त्वपूर्णम् इति विशेषणं भवति, अतः रूपत्रयं भवति. धर्मविषयकम् अस्मिन् ग्रन्थे विषयः कः, वाट् इस् इट् अबौट् इत्युक्ते धर्म, धर्मविषय, धर्मविषय इत्युक्ते धर्मविषय, किन्तु तद् धर्मविषय विशेषणं न भवति, धर्मविषयकं ग्रन्थम् इति विशेषणं भवति. एतद् ग्रन्थं धर्मविषयकं, किञ्चन काव्यम्, एतत् महत्त्वपूर्णं काव्यं, धर्मविषयकं किञ्चन काव्यम्. यः अत्र यथा यथा अधिकं गाहते तथा तथा पुष्कलः अर्थः तेन प्राप्यते. तत्र यः सः इति प्रयोगः अस्ति, ही हू अथवा शी हू इति, तत् प्रसिद्ध श्लोकः अस्ति, या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता इति, तदेव यः सः या सा इति, तदेव यः ही हू. तत्र यथा यथा अधिकं गाहते, गाहते इत्युक्ते तस्मिन् विषये एव अधिकं चिन्ता करोति, तस्मिन् अग्रे गच्छति, केवलम् एकवारं दृष्ट्वा अस्तु अस्तु अहम् एतत् जानामि इति न, तत् बहुवारं पठित्वा पठित्वा तस्य विषये चिन्तनं कृत्वा यः बहु चिन्तनं करोति, अग्रे तस्मिन् विषये एव अग्रे गच्छति, गम्भीररीत्या अग्रे गच्छति, सः किं प्राप्नोति इत्युक्ते तस्य तेन पुष्कलः अर्थः तेन प्राप्यते. इत्युक्ते सः यः अग्रे अस्मिन् विषये गच्छति, एतद् ग्रन्थं बहुवारं पठति, सः पुष्कलः अर्थः, सम्यक्, सम्पूर्ण अर्थः अथवा समीचीन अर्थः, ग्रन्थस्य समीचीन अर्थं सः प्राप्नोति अथवा पुष्कलः अर्थः तेन प्राप्यते. इदं महान्तं जनसमूहम् उद्दिश्य एव रचितम् अस्ति. तत्र अत्र रुचिरा पुनरुक्तिः दृश्यते. अस्तु, तत्र लोट्लकारः कुत्रापि अस्ति वा? तत्र न इति मन्ये, खलु? किन्तु प्राप्यते इति आत्मनेपदी क्रियापदं तु अस्ति, लोट्लकारः नास्ति, लोट्लकारः नास्ति, किन्तु दृश्यते प्राप्यते इति आत्मनेपदी क्रियापदम् अस्ति। अस्तु, अद्य तत्र सङ्ख्याविषयम् अग्रिमविषयः अस्ति सङ्ख्या इति, किन्तु अत्र एतदपि किञ्चित् कुर्मः, वयं विभक्ति रूपस्य तदपि कण्ठस्थीकरणीयम् अस्ति, अतः तत्र एतत् वर्गस्य कृष्णफलकं यदस्ति तत्र उपरि सुबन्तपदानि प्रारम्भिकस्तरीयाणि इति एकं लिङ्क् अस्ति, पश्यतु तद्, यदि लिङ्क् प्राप्तं नास्ति चेत् अपि चिन्ता मास्तु, लिङ्क् अस्ति चेत् बहु समीचीनम् अस्ति। तत्र अद्य वयं किं कुर्मः, किञ्चित् एतत् विभक्ति विभक्ति इति बहुवारम् आगतम् अस्ति, अतः एकवारम् एतत् किञ्चित् तस्य अभ्यासं कुर्मः इति, तदनन्तरं वयं सङ्ख्यायाः विषयं तस्य विषयं किञ्चित् चर्चयामः। अस्तु, तत्र अस्तु नरेश महोदय, तत्र प्रथमम् अस्ति अकारान्तपुल्लिङ्गदेवशब्दः इति, तस्य एकवारं रूपं वदतु महोदय, पठतु तत्र। किम् अद्य देव वन लता, तत्र महोदय, तत्र तस्य उपरि एकं लिङ्क् अस्ति आरेञ्ज् कलर् मध्ये, सुबन्तपदानि प्रारम्भिकस्तरीयाणि इति, तद् एकवारं क्लिक् करोतु महोदय। आम्, देवः देवौ देवाः, देवं देवौ देवान्, देवेन देवाभ्यां देवैः, देवाय देवाभ्यां देवेभ्यः, देवात् देवाभ्यां देवेभ्यः, देवस्य देवयोः देवानां, देवे देवयोः देवेषु, देव देवौ देवाः। समीचीनं महोदय, एतदेव अस्ति। तत्र यद् अस्ति तत्र अन्यपि एतदेव किञ्चित् वदन्तु, तत्र एव पश्यामः किं किम् इति, किमपि अकारान्तपदं स्वीकृत्य। अस्तु, भानुभगिनी, आं महोदय, तत्र अकारान्त रामशब्दः तद् करोति वा एकवारं सर्वं विभक्तिरूपम्? आं महोदय, रामः रामौ रामाः, रामं रामौ रामान्, रामेण रामेभ्यां रामैः, रामाय रामाभ्यां रामाभ्याम् इति भगिनि, तृतीय रामेण रामेण रामाभ्यां रामैः, रामाय रामाभ्यां रामेभ्यः, रामात् रामाभ्यां रामेभ्यः, रामस्य रामयोः रामाणां, तत्र रामाणाम् इति भवति, रामाणां नकारः आगच्छति तत्र, आं महोदय, रामाणां रामे रामयोः रामेषु राम रामौ रामाः। समीचीनं भगिनि, धन्यवादः। अस्तु, अग्रे रमाजयन्ती भगिनी, शिवः इति करोति वा? अस्तु महोदय, शिवः शिवौ शिवाः शिवं शिवौ शिवान् शिवेन शिवाभ्यां शिवैः शिवाय शिवाभ्यां शिवेभ्यः शिवात् शिवाभ्यां शिवेभ्यः शिवस्य शिवस्य शिवस्य शिवयोः शिवानां शिवे शिवयोः शिवेषु शिवौ शिवाः. समीचीनं भगिनि, धन्यवादः. तत्र एकवारं रूपं तत्र पश्यन्तु इत्युक्ते तत्र द्विवचने किं किं रूपं समानम् अस्ति द्विवचने? देवौ देवाभ्यां देवयोः देवौ. देवाभ्यां कति वारम् आगच्छति? त्रिवारम् आगच्छति. तृतीया चतुर्थी पञ्चमी. तदनन्तरं देवयोः द्विवारं आगच्छति. षष्ठी सप्तमी समानम् अस्ति. अपि देवेभ्यः इति देवेभ्यः द्विवारम् आगच्छति. चतुर्थी पञ्चमी. अतः किं भवति चेत् यदि देवाभ्याम् अस्ति, यदि पठामः देवाभ्यां तत्र न जानीमः तत् तृतीया अस्ति वा चतुर्थी अस्ति वा पञ्चमी अस्ति वा इति, अथवा देवयोः. अतः तत्र एकमस्ति, यदि रूपं समानम् अस्ति चेत् सुलभः भवति कण्ठस्थीकरणार्थम्. ओ देवा देवाभ्याम् एव अस्ति, अस्तु देवाभ्यां देवाभ्यां देवाभ्यां वक्तुं सुलभं भवति. किन्तु यदि कुत्रापि पठामः तत्र किञ्चित् अधिकं ज्ञानम् आवश्यकमस्ति. ओ एतत् षष्ठी वा पञ्चमी वा पञ्चमी वा चतुर्थी वा तृतीया वा इति यत् समीचीनं रूपम् इति अवगन्तुं किञ्चित् अधिकं ज्ञानम् आवश्यकमस्ति. अस्तु, किन्तु तत् अस्तु. अग्रे हरि महोदय, तत्र भीमः इति करोति वा? आं महोदय. भीमः भीमौ भीमाः भीमं भीमौ भीमान् भीमेन भीमाभ्यां भीमैः भीमाय भीमाभ्यां भीमेभ्यः भीमात् भीमाभ्यां भीमेभ्यः भीमस्य भीमयोः भीमानां भीमे भीमयोः भीमेषु भीम भीमौ भीमाः भीमः. समीचीनं महोदय. रघुपति आचार्य महोदय, ईश्वरः इति करोति वा? ईश्वरः ईश्वरो ईश्वराः ईश्वरम् ईश्वरो ईश्वरान् ईश्वरेण नकारः एव समीचीनं महोदय. ईश्वरेण ईश्वराभ्याम् ईश्वरैः ईश्वराय ईश्वराभ्याम् ईश्वरेभ्यः ईश्वरात् ईश्वराभ्याम् ईश्वरेभ्यः ईश्वरस्य ईश्वरयोः ईश्वराणाम् ईश्वराणाम् ईश्वरे ईश्वरयोः ईश्वरेषु ईश्वर ईश्वरौ ईश्वराः. समीचीनं महोदय. अस्तु, एतत् अहं किमर्थं योजितवान् अत्र इत्युक्ते अत्र गीतासोपाने वयम् एकं विभक्ति कुर्मः, तदनन्तरं किमपि अन्यत् कुर्मः, तदनन्तरम् अन्या विभक्ति कुर्मः. अतः तत्र यदि विभक्तिरूपं जानीमः सौकर्यं भवति. एतत् कण्ठस्थीकरणं आवश्यकम् अस्ति. अतः सर्वे अग्रिमवर्गे किं कुर्वन्ति चेत् देवः शब्दः अकारान्तपुल्लिङ्ग तस्य विभक्तिरूपाणि अपि वनम् इति तस्य विभक्तिरूपाणि तदनन्तरं लता इति विभक्तिरूपाणि कण्ठस्थीकरणीयम् अस्ति. अग्रिमवर्गे अहं पृच्छामि एतत् अकारान्तपुल्लिङ्ग अकारान्त नपुंसकलिङ्ग अपि आकारान्त स्त्रीलिङ्गपदम्. महोदय एक प्रश्नमस्ति, द्वितीय विभक्ति चतुर्थी विभक्ति विभक्ति हम जानामि, परन्तु अन्य विभक्ति इदानीं न जानीमः. सत्यं सत्यमेव भगिनी, किन्तु यदि एतत् इदानीमेव कण्ठस्थी कुर्मः सौकर्यं भवति. किञ्चित् एव वदामि, तत्र प्रथमविभक्ति कर्तृपदम् अस्ति. रामः पश्यति, तत् प्रथमविभक्ति कर्तृपदम् अस्ति. रामः वृक्षं पश्यति, वृक्षम् इति कर्मपदं भवति, तद् द्वितीयविभक्ति अस्ति. रामः द्वारम् उद्घाटयति, तत्र उद्घाटयति क्रियापदं, द्वारम् इति कर्मपदं. केन उद्घाटयति? कुञ्चिकया द्वारम् उद्घाटयति. कुञ्चिकया द्वारम् उद्घाटयति, ओपन्स् द डोर् वित् अ की. तत्र तृतीया विभक्ति कुञ्चिकया इति. अथवा अहं हस्तेन खादामि, अहं भोजनं करोमि हस्तेन भोजनं करोमि. हस्तं न खादामि, हस्तेन भोजनं करोमि. अस्तु, तत्र तृतीया विभक्ति अस्ति. तदनन्तरं चतुर्थी विभक्ति जानाति, नम शिवाय नम रामाय नमः, तत्र रामं नमस्करोमि, तत् समर्पयामि, नमस्कारं समर्पयामि इति रामाय नमः इति वदामः. गृहात् बहिः गच्छतु, तत् पञ्चमी विभक्ति भवति. अथवा गृहात् बहिः गच्छतु, वृक्षात् फलं पतति. समीचीनं महोदय. आकाशात् तदपि पञ्चमी अस्ति. तदनन्तरं षष्ठी तु जानीमः, रामस्य पत्नी सीता इति. सप्तमी इदानीम् अग्रिम सङ्ख्यानन्तरं सप्तमी एव भवति, तद् महाराजः गजे उपविशति, अहं गृहे अस्मि, सः विद्यालये पाठयति इति. तद् तदेव अस्ति. अस्तु, अन्तिमम् अस्ति सम्बोधन, हे राम, हे देव, हे ईश्वर इति. किन्तु एतत् केवलं संक्षिप्तरूपेण अहम् उक्तवान्, तत्र बहुवारम् अस्य अभ्यासः करणीयम् अस्ति. अतः तत् किञ्चित् कुर्मः, किन्तु एकवारं यद् एतत् कोष्टकं मनसि स्थापितम् अस्ति, सुलभं भवति. ओ, एतत् पञ्चमीविभक्तिरूपं स्यात्, एतत् षष्टिविभक्तिरूपं स्यात्, अतः सौकर्यं भवति. आम् महोदय. अस्तु अस्तु, रघुपति महोदय अपि पठितवान्. अस्तु, इदानीं नरेश महोदय अग्रे, एतत् वनं यत् अस्ति तदेव पठतु महोदय. अकारान्त नपुंसकलिङ्ग, अकारान्त नपुंसकलिङ्ग. वनं वने वनानि, वनं वने वनानि, वनेन वनाभ्यां वनैः, वनाय वनाभ्यां वनेभ्यः, वनात् वनाभ्यां वनेभ्यः, वनस्य वनयोः वनानां, वने वनयोः वनेषु, वन वने वनानि. हा समीचीनं महोदय. अस्तु इदानीं भानु भगिनी तत्र पुस्तकम् इति आम् महोदय. पुस्तकं पुस्तकं पुस्तके पुस्तकानि पुस्तकं पुस्तके पुस्तकानि पुस्तकेन पुस्तकाभ्यां पुस्तकैः पुस्तकाय पुस्तकाभ्यां पुस्तकेभ्यः पुस्तकात् पुस्तकात् पुस्तकाभ्यां पुस्तकेभ्यः पुस्तकस्य पुस्तकयोः पुस्तकानां पुस्तके पुस्तकयोः पुस्तकेषु पुस्तकं पुस्तक पुस्तके पुस्तकानि पुस्तकानि. हा समीचीनं भगिनि. हा भानु भगिनी तत्र कोऽपि रूपं बहुवारम् आगच्छति वा अत्र किं रूपं बहुवारम् आगच्छति? पुस्तकाभ्यां पुस्तकाभ्यां त्रिवारम् आगच्छति. समीचीनं. हा तदनन्तरं पुस्तकेभ्य द्विवारम् आगच्छति. पुस्तकेभ्य द्विवारम् आगच्छति. हा पुस्तकयोः द्विवारं पुस्तकयोः द्विवारं. हा समीचीनं. हा वने पुस्तक पुस्तके द्विवारं पुस्तकानि द्विवारं. हा पुस्तकानि द्विवारं. हा पुस्तके कति वारम् आगच्छति? पुस्तके त्रिवारम् आगच्छति. हा पुस्तके त्रिवारम् आगच्छति. कुत्र कुत्र? हा पुस्तके पुस्तके फोर् टैम्स् महोदय. हा सम्बोधनं सम्बोधनमपि अस्ति चेत् त्रिवारं अधिकं चतुर्वारं चतुर्वारम् इति. हा कुत्र कुत्र पुस्तके इति प्रथमविभक्ति द्विवचनं द्वितीया विभक्ति द्विवचनं वचनं सप्तमी विभक्ति एकवचनं सम्बोधनविभक्ति द्विवचनं द्विवचनं. हा समीचीनं भगिनि. हा इदानीं रमजयन्ति भगिनि तत्र किं रूपमिति रूपमिति वा अथवा पुष्पं पुष्पमिति? हा अस्तु महोदय. पुष्पं पुष्पे पुष्पाणि पुष्पं पुष्पे पुष्पाणि पुष्पेन पुष्पाभ्यां पुष्पैः पुष्पाय पुष्पाभ्यां पुष्पेभ्यः पुष्पात् पुष्पाभ्यां पुष्पेभ्यः पुष्पस्य पुष्ययोः पुष्पयोः पुष्पयोः पुष्पाणां पुष्पाणां पुष्पे पुष्पयोः पुष्पेषु पुष्पं पुष्प पुष्पे पुष्पाणि. हा समीचीनं भगिनि धन्यवादः. अस्तु इदानीं हरिमहोदय तत्र किं स्वीकुर्मः तत्र पदम् इति? हा पदं पदं पदे पदानि पदं पदे पदानि पदेन पदाभ्यां पदैः पदाय पदाभ्यां पदेभ्यः पदात् पदाभ्यां पदेभ्यः पदस्य पदयोः पदानां पदे पदयोः पदेषु पद पदे पदानि. हा समीचीनं महोदय धन्यवादः. इदानीं रघुपतिमहोदय भवान् एव चिनोति वा किमपि अकारान्त फलं फलं फलम् अस्तु महोदय फलं फलं फले फलानि फलं फले फलानि फलेन फलाभ्यां फलैः फलाय फलाभ्यां फलेभ्यः फलात् फलाभ्यां फलेभ्यः फलस्य फलयोः फलानां फले फलयोः फलेषु फल फले फलानि हा समीचीनं महोदय इदानीम् अपि वदति वा किमर्थं वयं पुल्लिङ्ग अनन्तरं स्त्रीलिङ्गं न कुर्मः किन्तु नपुंसकलिङ्गस्य विभक्ति कुर्मः नपुंसकलिङ्गं पुल्लिङ्गरूपम् एकत्र अस्ति हा बहु समीचीनम् अस्ति हा कुत्र भेदः अस्ति भेदः कुत्र अस्ति द्वितीयविभक्ति अपि द्विवचनं बहुवचनं अस्तु अपि अन्यत् विभक्ति अन्यायां विभक्त्याम् अन्यां विभक्त्यामपि भेदः अस्ति वा देवः देवौ देवाः वनं वने वनानि प्रथमा विभक्ति समानम् अस्ति वा प्रथमा द्वितीय हा किन्तु तदनन्तरं किम् अस्ति नपुंसकलिङ्ग अकारान्त नपुंसकलिङ्ग तस्य विभक्तिरूपं कीदृशं भवति चेत् पुल्लिङ्ग अकारान्त पुल्लिङ्ग शब्दवत् एव भवति तत्र वनाय इति यदि पश्यामः वनम् इति नपुंसकलिङ्ग इति न जानीमः चेत् वनः इति भवति इति चिन्तयामः तत्र वनाय रामाय समानमेव अस्ति अतः एव नपुंसकलिङ्ग शब्दस्य विभक्तिरूपम् अत्र दत्तम् अस्ति पुल्लिङ्गरूपस्य अनन्तरमेव अन्यत् अन्यः अंशः अत्र अस्ति यद् द्रष्टव्यमस्ति अत्र एतत् अस्ति नपुंसकलिङ्गे किम् अस्ति प्रथमा द्वितीया विभक्तिरूपं समानम् अस्ति किन्तु पुल्लिङ्गे तादृशः नास्ति पुल्लिङ्गे देवः देवौ देवाः देवं देवौ देवान् किन्तु नपुंसकलिङ्गे वनं वने वनानि वनं वने वनानि इति नपुंसकलिङ्गे कर्तृपदं वा कर्मपदम् इति न वक्तुं शक्नुमः रूपं समानं भवति किन्तु पुल्लिङ्गशब्दः अस्ति चेत् तद् कर्मपदं वा कर्तृपदं वा इति वक्तुं शक्नुमः किमर्थं तत्र विभक्ति प्रथमविभक्तिरूपं द्वितीयविभक्तिरूपं भेदः अस्ति किन्तु द्विवचने अस्ति चेत् किं भवति पुल्लिङ्गशब्दः द्विवचने अस्ति चेत् हा रामौ पश्यतः अथवा अहं वृक्षौ पश्यामि तत्र वृक्षौ इति तत्र रूपं समानमेव भवति प्रथमा अपि द्वितीया द्विवचने तावदेव अस्तु अपि वने इति अस्ति चेत् न जानीमः तत् द्विवचनं भवति द्विवचनम् अस्ति चेत् तत् कर्तृपदं वा कर्मपदं भवति किन्तु वने इति एकवचने अस्ति चेत् तत्र सप्तमी विभक्ति एव अस्ति इति अवगन्तव्यम् अस्ति तत्र नपुंसकलिङ्गं द्विवचनं पुल्लिङ्गं सप्तमी एकवचनं बहु समानमस्ति सत्यं महोदय सत्यं सत्यं सत्यं महोदय हा रामे अथवा देवे वने इति हा सत्यं महोदय एकारः अस्ति अत्र तत्र तत्र किञ्चित् क्लेशः भवति हा तत्र असावधानं आवश्यकम् अस्ति अस्तु सर्वे एतत् अभ्यासं कृतवन्तः अग्रे एतत् स्त्रीलिङ्ग आकारान्तशब्दस्य किञ्चित् अभ्यासं कुर्मः नरेश महोदय भवानेव पुनरपि लता इति आकारान्त स्त्रीलिङ्ग लता लता लते लताः लतां लते लताः, लतया लताभ्यां लताभिः, लतायै लताभ्यां लताभ्यः, लतायाः लताभ्यां लताभ्यः, लतायाः लतयोः लतानां, लतयोः लतानां, लतायां लतयोः लतासु, लते लते लताः. तत्र किं रूपं बहुवारम् आगच्छति महोदय, नरेश् महोदय? लताभ्यां त्रिवारं, त्रिवारं लताभ्यः द्विवारं, लतयोः द्विवारं, लतायाः द्विवारं, लताः त्रिवारं, लते चतुर्वारम्. समीचीनं महोदय, समीचीनं, हा धन्यवादः. भानुभगिनी, इदानीं सीता इति महोदय. सीता, सीते, सीताः, सीतां, सीते, सीताः, सीतयाः, सीतयाभ्यां, सीतया, सीतयाभिः, सीतायै. क्षम्यतां भगिनी, एक एक सीतया, सीताभ्यां, सीतयाः, सीताभ्यां, सीताभिः. हा तत्र भगिनी, तत्र सीतयाः, तत्र विसर्गः नास्ति, सीतया, केवलं सीतया, सीतया. आं महोदय, सीतया, सीतया, सीताभ्यां, सीताभिः, सीतायै, सीताभ्यां, सीताभ्यः, सीतायाः, सीताभ्यां, सीताभ्यः, सीतायाः, सीतयोः, सीताभ्यां, सीतायां, सीतयोः, सीतासु, सीते, सीते, सीताः, सीताः. अस्तु, धन्यवादः भगिनी. अस्तु, रमा जयन्ती भगिनी. अस्तु महोदय, भवती रमा एव करोतु. अस्तु महोदय, रमा, रमे, रमाः, रमां, रमे, रमाः, रमया, रमाभ्यां, रमाभिः, रमायै, रमाभ्यां, रमाभ्यः, रमायाः, रमाभ्यां, रमाभ्यः, रमायाः, रमयोः, रमयोः, रमयोः, रमाणां, रमायां, रमयोः, रमासु, रमे, रमे, रमाः. हा समीचीनं भगिनी, धन्यवादः. हा इदानीं पुष्प हरिमहोदय, माला इति. माला, माले, मालाः, मालां, माले, मालाः, मालया, मालाभ्यां, मालाभिः, मालायै, मालाभ्यां, मालाभ्यः, मालायाः, मालाभ्यां, मालाभ्यः, मालायाः, मालयोः, मालानां, मालायां, मालयोः, मालासु, माले, माले, मालाः. हा धन्यवादः. अस्तु, इदानीम् अग्रिमवर्गे अहम् एतदेव पृच्छामि, अतः सर्वं कण्ठस्थीकरोतु. अकारान्तपुल्लिङ्ग, अकारान्तनपुंसकलिङ्ग, अपि आकारान्तस्त्रीलिङ्गशब्दस्य विभक्तिरूपं कण्ठस्थीकरणम् आवश्यकमस्ति. तदनन्तरं अग्रिमपुटे अथवा अग्रे गत्वा नदी अपि अहं त्वम् इति तद् अपि अग्रे कुर्मः. किन्तु प्रथमम् एतत् अकारान्तपुल्लिङ्ग नपुंसकलिङ्ग अपि आकारान्तस्त्रीलिङ्गपदस्य कण्ठस्थीकरणम् अस्तु. इदानीम् अग्रे गच्छामः. सङ्ख्या इति विषयः अस्ति अत्र गीतासोपाने पेज् 58 यदस्ति तद् पश्यामः. एतत् त्यजामः इदानीम्. एतत् कृतम् अस्ति अस्तु. तत्र रमाजयन्ती भगिनी पठति वा तत्र? आं महोदय. एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश. विंशतिपर्यन्तं पठतु भगिनि. अस्तु महोदय. एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश विंशति. हा समीचीनम्. हरि महोदय इदानीं तत्र त्रिंशत् पर्यन्तम् अद्य त्रिंशत् पर्यन्तं कुर्मः. एकविंशतिः द्वाविंशतिः त्रयोविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः षड्विंशतिः सप्तविंशतिः अष्टविंशतिः अष्टाविंशतिः नवविंशतिः त्रिंशत्. हा तावदेव महोदय. इदानीं नरेश् महोदय भवान् एकमेकं वदतु. वयं सर्वे भवतः अनन्तरं वदामः. भवान् एकम् इति वदतु. वयं सर्वे एकम् इति वदामः. अस्तु अस्तु. तदनन्तरं द्वे इति. हा हा एकत्रिंशत् न यत् अग्रे न केवलं पुनः एकम् इति एकतः त्रिंशत् पर्यन्तं तावदेव त्रिंशत् पर्यन्तं एकं सर्वे वदामः. नरेश् महोदय वदति तदनन्तरं वयं सर्वे वदामः. नरेश् महोदय एकम् इति भवान् आरम्भं करोतु इदानीं. द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः नवविंशतिः त्रिंशत्. धन्यवादः महोदय, नरेश महोदय धन्यवादः, सर्वे धन्यवादाः। एतत् अपि कण्ठस्थीकरणं भवति, अत्र अभ्यासं किञ्चित् कुर्मः। अस्तु, दशपर्यन्तम् एकं वदतु, तदनन्तरं विंशतिपर्यन्तम् एकं वदतु, तदनन्तरं त्रिंशत् पर्यन्तम् अन्य कोऽपि वदति। इदानीं भानु भगिनी, एकतः दशपर्यन्तं। एकं केवलं भवती एव वदतु। आं महोदय, एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश। हा समीचीनं। रमजयन्ति भगिनी, इदानीम् एकादशतः विंशतिपर्यन्तम्। अस्तु महोदय, एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश विंशतिः। रघुपतिमहोदय वदति वा? हा महोदय। हा इदानीं एकविंशतितः त्रिंशत् पर्यन्तं। ओके, एकविंशतिः द्वाविंशतिः त्रयोविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः नवविंशतिः त्रिंशत्। हा इदानीं तत्र द्वादश इति अस्ति, तदनन्तरं किं भवति, द्वाविंशतिः इति अस्ति, तदनन्तरं द्वात्रिंशत् इति भवति, किन्तु तदनन्तरं द्विचत्वारिंशत् एव भवति। तत्र दीर्घ आकारः द्वानन्तरं, तत् केवलं द्वात्रिंशत् पर्यन्तमेव अस्ति, तदनन्तरं द्वि इति एव भवति, अपि दीर्घ आकारः द्वा इति तादृश कुत्र भवति? अष्टाविंशतिः। हा अष्टाविंशतिः, अष्टात्रिंशत्, अष्टात्रिंशत् अपि अष्टादश, तदनन्तरम् अष्ट एव, तदनन्तरम् अष्ट एव अस्ति। हा तदनन्तरम् अष्ट एव अस्ति, तद् तत्र द्रष्टव्यमस्ति। हा तदेव अष्ट इति तावदेव अस्ति। तत्र द्वा अपि अष्टा, तत्र दीर्घाकारः कुत्रापि भवति, किन्तु तदनन्तरं केवलं त्रिंशत् पर्यन्तं, तदनन्तरं द्वात्रिंशत् अष्टात्रिंशत्, तदनन्तरं द्व अथवा द्वि इति अस्ति, अष्ट एव अस्ति। अस्तु, इदानीं तत्र अभ्यासः अहं किञ्चित् योजितवान् अस्मि। अत्र पश्यामः, वृक्षः इति तत्र सर्वे कृष्णफलकं पश्यतु, अत्र कः प्रथमं करोति? अस्तु, हरिमहोदय, तत्र वृक्षः इति अस्ति कृष्णफलके, तत्र 4, 5, 8, 9, 2 इति अस्ति। इदानीम् एतत् वदतु, हा 4 इति तस्य परिवर्तनं कुर्मः, पञ्च पञ्च इति एव कुर्मः, क्षम्यतां, सर्वं पञ्च इति एव कुर्मः। अस्तु, हा हरिमहोदय, इदानीं पञ्चवृक्षाः इति, तदनन्तरं पञ्च योगः पञ्च, दश, दशवृक्षाः इति, यद्यद् एकमेकं योजयित्वा वदतु तत्र। पञ्चवृक्षाः, दशवृक्षाः, अष्टादशवृक्षाः, सप्तविंशतिवृक्षाः, सप्तविंशतिः वृक्षाः, विंशतिः, सप्तविंशतिः वृक्षाः, नवविंशतिः वृक्षाः। हा धन्यवादः महोदय। अस्तु, हा इदानीं वनम् इति नरेश महोदय। पञ्चवनं, पञ्चवनानि, पञ्चवनानि, पञ्चवनानि, अष्टवनानि, पञ्चयोग अष्ट, इदानीं पञ्चयोग अष्ट, पञ्चयोग अष्ट, त्रयोदश वनानि, योग षट्, नवदश वनानि, योग द्वे, एकविंशतिः वनानि, योग सप्त, अष्टाविंशतिः वनानि. समीचीनं महोदय, धन्यवादः. अस्तु, तत्र भानुभगिनी अग्रे श्लोकः इति. श्लोकः नवश्लोकाः. इदानीं नवयोगः अष्ट इति कति भवति तत्? योगः योगे योगाः. न न भगिनि, 9+8 इति तत् किम् अस्ति? सप्तदश श्लोकाः. इदानीं अधिकं त्रीणि अधिकं विंशति, त्रयमधिकं विंशति श्लोकाः. इदानीं द्वयमधिकं द्वाविंशति श्लोकाः. द्वयमधिकं चतुर्विंशतिः श्लोकाः. समीचीनं भगिनि, तावदेव. अस्तु, इदानीं रमाजयन्ती भगिनि, तत्र श्लोकावली इति अस्ति. अस्तु महोदय. पञ्च श्लोकावल्यः. समीचीनं भगिनि.